ततश्चिन्तातुरस्सोऽथ बदरीवनमागतः तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः। ततः नारदः चिन्तातुरः अभवत् चिन्तया आतुरः अभवत् किं करिष्यामि इति महती चिन्ता आसीत् तस्य। ततः परं स बदरीवनम् आगतः। अत्र तपः चरामि इति अत्र बदरीवने उपविश्य तपश्चरामि इति निश्चितवान्। तदर्थं कृतनिश्चयः।